नमस्कारः पाणिनीयव्याकरणवर्गे स्वागतं भावं कर्मणि भावे च इति पाठः तत्र वयम् अजन्तदातवः इत्यस्मिन् विषये दृष्टवन्तः सप्ताहद्वयात् पूर्वम् अतः किञ्चित् पुनरावलोकनं कृत्वा अग्रे सरामः अत्र प्रथमं सार्धधातुके यक् कर्मणि भावे इति अस्माकं विवक्षकर्मणि अथवा भावः अस्ति चेत् तत्र सार्वधातुके यक् इत्यनेन यक् प्रत्ययः विधीयते तत्र सार्वधातुक सार्वधातुकः इत्यनेन किञ्चित् सार्वधातुकम् इति वयं जानीमः इत्युक्ते लट् लोट् लङ् विधिलि तेषु प्रत्ययेषु परेषु भावकर्मण कर्मवाचिनि यक् इति प्रत्ययः विधीयते तत्र भावकर्मणोः इति सूत्रमस्ति अनेन आत्मनेपद रूपाणि आत्मनेपदसंज्ञकः एव विधीयते इत्यपि दृष्टवन्तः नमस्ते भगिनी उषा अस्मि अतः तत्र यक् प्रत्ययस्य स्वभावः कीदृशः इति दृष्टवन्तः तत्र इति च इत्यनेन गुणवृत्तिनिषेधः अनिदितां हल उपादायां इति उपादायाः इति इत्यनेन अनिदितां धातूनां नकारस्य उपादायां स्थितस्य नकारस्य लोपः भवति अनन्तरं सामान्यसूत्रेण सम्प्रसारणं पचस्वीयजादीनाम् इति ग्रहीत्या वै गति वष्टि विचति विच्छति पृच्छति विचतीनाम् इति सूत्रद्वयेन तत्र सम्प्रसारणं भवति एतत् व्यक्तप्रत्ययस्य कारणेन भवतु पदनिर्णयः तु यदा अहम् उक्तवती भावकर्मणोः तत्र दिबादयः आत्मनेपदिनः भवन्ति इति अनन्तरं तत्र यदा वयं यक् प्रत्ययः कुत्र कुत्र विधीयते इति पश्यामः चेत् लट् लोट् लङ् विधिलि येषु लकारेषु एव यक् प्रत्ययः विधीयते अन्यत्र न इत्युक्ते लिट् लुट् लुङ् लिट् लुट् लुङ् आशीर्वीन् अस्ति चेत् तत्र यक् प्रत्ययः न विधीयते तस्मिन् विषये वयम् अग्रिमपाठे पश्यामः अस्मिन् पाठे तु अजन्तदातवः इत्यस्मिन् विषये वयं दृष्टवन्तः अजन्तदातवः इत्यत्र सामान्यसूत्रमस्ति आदेश उपदेशे अशिति इति सूत्रम् एचः धातोः आत् आदेशः भवति अशिति अस्माकं यक् प्रत्ययः तु अशित् अस्ति अतः एचः धातोः आत् उपदेशे उपदेशावस्थायाम् एचः धातोः आत् इति विधीयते तदेव उदाहरणमासीत् क्लै इत्युक्ते क्ला इति भवति इति तत्र यदा वयं पश्यामः घ्रा इति धातुः स्वीकृत्य तत्र घ्रा योगः थे इति सार्वधातुके यः घ्रा योगः य योगः ते अस्माकं घ्रायते इति रूपम् आगच्छति आकारान्तधातुः अस्ति चेत् सामान्येन तत्र सार्वधातुके यः अनन्तरं घ्रायते इति रूपम् यदा अत्र विशिष्टदातवः सन्ति द्वादशविशिष्टदातवः इति दृष्टवन्तः तत्र तु भूमास्ताकाजहातीसाहलि इति सूत्रेण तत्र किं भवति आटः अङ्गस्य हीत् इति भवति हलीङिति आर्धधातुके तदेव तत्र धीयते इति रूपं तद् एकमासीत् तदेव तत्र विशिष्टसूत्रं सामान्यसूत्रम् आदेशे उपदेशे अशिति अनन्तरं विशिष्टसूत्रं भूमास्ताकाजहातीसाहलि इत्यनेन तत्र ईत्वम् ईत्वं दीर्घत्वं दीर्घ ईकारः हलि इति आर्धधातुके प्रत्यये परे ईत्वम् इति तत्र आसीत् द्वितीयम् ईकारान्त ईकारान्तदातवः ईकारान्तदातवः अस्ति चेत् सामान्येन तु अवश्यं तत्र गुणनिषेधः भवति अनन्तरम् अकृत् सार्धधातुकयोः दीर्घः इत्यनेन अचः अङ्गस्य दीर्घः ई अकृत् सार्धधातुकयोः तत्र जी इति धातुः अस्ति चेत् जीयते इति तत्र दीर्घत्वं भवति जीयते नीयते इति एतादृशरूपाणि भवति अकृत् सार्वधातुकयोर्दीर्घः इति सूत्रेण सामान्यसूत्रमस्ति ईकारान्तधातोः विषये अनन्तरं तत्र अस्माकं विशेषसूत्रं अस्मिन् प्रसङ्गे अयङ्गी निति इति अयङ्गी निति इत्यत्र शीङ् धातोः विषये शीङ् इति अस्य धातोः विषये विशिष्टसूत्रं शीङ् अङ्गस्य अयङ्गी निति तदेव तत्र शीङ् इत्यत्र यक् साधुधातुके यक् इत्यनेन यक् विधीयते अनन्तरम् अयङ्गी निति इत्यनेन शकारः ईकारस्य स्थाने ऐ यक् शय्यते इति रूपम् आगच्छति शीङ् धातोः विषये एव केवलं शीङ् धातोः विषये अनन्तरम् उकारान्त ऊकारान्तधातुः सामान्येन प्रथमं गुणनिषेधः अनन्तरम् अकृत्सार्धधातुकयो दीर्घः अनेन पू धातुः स्वीकुर्मः चेत् पूयते पूयते इति सर्वत्र दीर्घं भवति तत्र विशेषसूत्रमस्ति अपवादः अथवा विशेषसूत्रमस्ति भ्रुवो वचि इति अस्माकं भ्रू धातुः विषये तत्र सम्प्रसारणं भवति वचिस्वपि अजादीनां निति इत्यनेन सम्प्रसारणम् अनन्तरं भूयोगः यक् साधुधातुके यक् अत्र भुवो वचि इत्यनेन वच् आदेशः भूस्थाने वच् योगः यक् सम्प्रसारणं उच् योगः यक् उच्यते इति रूपम् तद् वयं दृष्टवन्तः ऋकारान्तधातोः प्रथमभागः प्रायः दृष्टवन्तः तत्र ऋकारान्तधातुषु ऊकारान्तस्य एव उपोष्ट्यपु अस्ति ऋकारान्तधातोः ह्रस्वस्य तु सामान्यम् अस्ति रिङ्क्षयं रिङ्क्षु इत्यत्र तत्र किं भवति ऋतः अङ्गस्य रिङ् इ असार्वधातुके शयं लिङ्क्षु यदा कृ इति धातुः ऋकारान्तधातुः स्वीकुर्मः ऋ योगः य तत्र रिङ् इति आदेशः ऋकारस्य स्थाने ककारः रिङ् य क्रियते इति रूपं निच्च इत्यनेन तत्र अन्त्यादेशः भवति अपवादः तत्र संयोगादि ऋकारान्तधातवः अस्ति चेत् गुणो अर्थि संयोगाद्यो आदोः आद्योः वा आदोः संयोगाद्योः तत्र अर्थि अर्थि संयोगाद्योः ऋतः अङ्गस्य गुणः भवति यकि ई सार्व लिङ्गि सार्वधातुके इति सर्वत्र ई लिङ्गि असार्वधातुके ई इति यक् प्रत्ययस्य विषये स्मृयोगः यक् तत्रापि ऋकारान्तधातुः अपवादभूतधातुः किमर्थम् इत्युक्ते संयोगान्ति संयोगः आदौ अस्ति अतः तत्र अनेन सूत्रेण तस्य गुणः भवति सामान्यतया यक् धातवः कित् इति कारणेन गुणनिषेधः अस्ति परन्तु अत्र विशेषसूत्रेण गुणः भवति स्मृयोगः य अनन्तरं स्मर्यते इति रूपम् तत्र एव द्वितीयं सूत्रमस्ति जागृ विचिन्न लिप्सु जागृधातोः विषये तत्र बहुवारं वयं दृष्टवन्तः जागृत् बहु विशेषधातुः इति तत्र अपि गुणः भवति अविच्छिन्न लिप्सु विहाय तत्र गुणः भवति जागर्यते इति रूपं दीर्घऋकारान्तदातवः ऋकारान्तदातवः तत्र एव भागद्वयम् अनौष्ट्यपूर्वऋकारान्तदातवः ओष्ट्यपूर्व अनौष्ट्यपूर्व एव तत्र सप्ताहे वयं दृष्टवन्तः तत्र तत्र ऋत इत् धातोः इत्यनेन तत्र इत्वं ऋतः धातोः अङ्गस्य इत् इति तत्र भवति इत्युक्ते तत्र अनौष्ट्यपूर्वः इत्युक्ते ऋकारान्तस्य पूर्वं पवर्गः वा वकारः वा न भवति अनौष्ट्यपूर्वः न ओष्ट्यपूर्वः अनौष्ट्यपूर्वः अत्र तृ इति धातुः स्वीकुर्मः चेत् तत्र तीर्यते इति रूपम् आगच्छति फलीच इत्यस्यापि कार्यं तत्र तीर्यते इति रूपम् आगच्छति दीर्घः भवति फलीच इत्यनेन तदेव गतसप्ताहे गतसप्ताहेन गतसप्ताहस्य पूर्वं दृष्टवन्तः ओष्ट्यपूर्वः इत्यस्मात् अद्य पठामः अनन्तरं हलन्तदन्तः विजया भगिनी पठति वा ओष्ट्यपूर्वदूर्कारान्तः आबिन्दुः यस्य धातोः अन्तिमवर्णः दीर्घऋकारः अपि च तस्मात् प्राक् यः वर्णः सः ओष्ट्यवर्णः नाम पवर्गीयः अथवा बकारः स च धातुः ओष्ठ्यपूर्वऋकारान्तधातुः ऋकारान्तधातुः यथा प्रू वृ इत्यादयः धातवः. अत्र ओष्ठ्यपूर्वऋकारान्तधातवः किम् अस्ति चेत् अत्र पावर्गीयवर्णाः अनन्तरं बकारः. एतादृशाणां धातूनां कार्यम् एवं भवति. प्रू योगः यक् अत्र सार्वधातुके यक् इत्यनेन यक् भवति. इदानीम् उदोष्टव्यपूर्वस्य इत्यनेन ओष्टव्यपूर्वस्य ऋकारान्तस्य ऋकारस्य ह्रस्वः उकार आदेशः. अत्र ऋकारान्त प्रू इति अस्ति, तत् स्थाने ह्रस्व उकारः आदेशः भवति उदोष्टव्यपूर्वस्य इति सूत्रेण. अतः तत्र प्रू इति स्थाने पू इति आगच्छति. यक् अत्र हलन्त्यं तस्य लोपः इत्यनेन ककारस्य लोपः भवति, यकारः एव तिष्ठति. इदानीं पू योगः य. उरण्ड्रपरः इत्यनेन ऋकारस्य स्थाने अन् आदिष्टः चेत् सः अन् सदा रपरः एव. इदानीं पुर् योगः य भवति. हलिच इत्यनेन रेपान्तधातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः हलीपरे अस्ति चेत्, अतः पू इति पुर् इत्यनेन इति अस्ति, परन्तु हलिच इत्यनेन पूर् इति भवति. पूर् योगः य पूर्य इति भवति. एतत् आत्मनेपदिनः धातुः, अतः तत्र पूर्यते इति अन्तिमरूपं निष्पन्नम्. अग्रे पठामि वा? समीचीनम्. अतः तत्र ओष्ठ्यपूर्वः अस्ति चेत् तत्रापि पूर्यते इति रूपम्. ओष्ठ्यपूर्वस्य इत्यनेन ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्व उकार आदेशः, ऋकारस्य स्थाने उकार आदेशः. अनन्तरं वयं यदा सामान्यं पश्यामः समानरूपं हलि च इत्यस्य प्रसक्तिः तु अस्ति एव. रेपान्तधातूनाम् उपधायां स्थितस्य इक्वर्णस्य दीर्घः पूर्यते इति उदोष्ट्यपूर्वस्य सूत्रं पठतु भगिनि. उदोष्ट्यपूर्वस्य सप्तमाध्याये प्रथमपादे द्वि अधिक एकशतं सूत्रमस्ति. ओष्ठ्य पूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्व उकारः आदेशः भवति इति पूर्वमेव वयं दृष्टवन्तः सूत्रेण. इदानीं येन विधि तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः, अतः तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति न तु ऋकारः इति अङ्गम्. अलोन्तस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य. ओष्टव्याः नाम पावर्गीयवर्णाः. ओष्टव्योः बवः ओष्टव्यः. ओष्टव्यः पूर्वो यस्मात् सः ओष्टव्यपूर्वः बहुवीर्भिः तस्य ओष्टव्यपूर्वस्य रवर्णस्य उत् प्रथमात्मम् ओष्टव्यपूर्वस्य षष्ट्यन्तं द्विपदमिदं सूत्रं ऋत इत् धातोः इत्यस्मात् ऋत इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ओष्टव्यपूर्वस्य ऋत अङ्गस्य ऊत् भवति. अत्र ओष्टव्यपूर्वस्य ऋकारान्तस्थाने ऋकारस्य ह्रस्व उकारः भवति. इदानीं येन विधि तदन्तस्य इत्यनेन इति सूत्रसाहाय्येन तदन्तविधिः अत्र सूचितः. अतः अङ्गं यस्य अन्ते विकारः अस्ति, अङ्गस्य अन्ते विकारः अस्ति, न तु विकारः इति अङ्गम्. अङ्गस्य अन्ते एव ऋकारः भवति, न तु ऋकारः अङ्गं नास्ति. अलोचस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने तु आदेशः, न तु अङ्गस्य पूर्णस्य. अलोन्त्यस्य अल् अन्त्य यत् वर्णः तिष्ठति तत् स्थाने एव वर्णस्य उ आदेशः भवति, न तु पूर्णतया. अनन्तरं ऋत इद् धातोः इत्यस्मात् ऋत इत्यस्य अनुवृत्तिः. अत्र अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ओष्टव्यपूर्वस्य ऋत अङ्गस्य ऊत् भवति इति वयं अत्र अग्रे वदतु इत्यस्य कथं भूयते अत्र प्रक्रिया वदतु एवमेव ब्रू इति अस्ति सार्वधातुके यक् इत्यनेन यक् भवति इदानीं तत्र उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने उकारः आदेशः भवति अतः तत्र ऊर् इति भवति ऊ योगः य इदानीम् ऊर् योगः यः भवति हलिच इत्यनेन तत्र उपधायाः इक् वर्णस्य दीर्घः भवति अतः ऊर् योगः या भवति ऊर्य इति भवति एतत् आत्मनेपदिनः अतः ते योजनेन ऊर्यते इति अन्तिमरूपं निष्पन्नं तादृशमेव ब्रू इति पावर्गीय चतुर्थवर्णः ब्रू इति भवति यक् योजने यकारयोजनेन इदानीम् उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य ह्रस्व उकारः आदेशः भवति अतः तत्र उ योगः या भवति इदानीम् उरन् रपरः इत्यनेन तत्र रेपः भूत्वा उर् इति भवति उर् योगः य हलिच इत्यनेन ह्रस्व इकारान्तः अङ्गः तत् वर्णस्य ह्रस्ववर्णस्य स्थाने दीर्घवर्णः भूत्वा ऊर् इति भवति ऊर् योगः य ऊर्य इति भवति आत्मनेपदिनः विवक्षा अस्ति अत्र अतः ऊर्यते इति अन्तिम भूर्यते इति अन्तिमरूपं निष्पन्नं महोदय भावकर्मणोगो इत्यनेन आत्मनेपदि सम्यक् ऊर्यते ऊर्यते इति सर्वत्र उदोष्ट्यभूतस्य सम्यक् भगिनी धन्यवादः अरुणा भगिनी हलन्ततातवः पठति वा नमस्ते भगिनि हलन्तदातवः अत्र भावकर्मप्रक्रिया लटि लोटि लङि विधिलिङ्गि नवानां धातुगणानां पवाद्यारभ्य क्रयादि यावत् यत्र धातुः हलन्तः अधुना हलन्तदातवः लट् लोट् लङ् विधिलिङ् प्रक्रिया नवगणानामेव चुरादिगणभिन सर्वभवादिगण आरम्भ क्रयादिगणाद्वत् यावत् प्रक्रिया अत्र दत्तम् अधुना वयं तच्चित् गच्छामः अलन्तेषु विभागचतुष्टयम् अस्ति सामान्यधातवः येषां धातूनां धातु आदेशः सम्प्रसारणानि धातवः अनिदित् धातवः च पूर्वमपि वयम् अन्य गणानामपि कृतवन्तः सामान्यधातवः येषां धातूनां धात्वादेशः भवति सम्प्रसारणधातवः अनिदित् धातवः इति चतुर्विधविभागम् अस्ति प्रथमं सामान्यधातवः कन्नक भगिनी पठामि एव किनिति च इत्यनेन गुणनिषेधः वृद्धिनिषेधः च यक् प्रत्ययः खित् अतः पुगन्तलघुपदस्य च इत्यनेन अडधातुकप्रत्ययपरि लघुपदस्य इकः प्रवर्तमानगुणो न भवति तदर्थम् अङ्गकार्यं नास्ति दातवः च यातावत् तिष्ठन्ति सम्मरि अस्ति भगिनि हलन्तदातवः लट् लोट् लङि विधिलिङ्गि प्रक्रिया नवगणानां चर्चामः प्रथमं हलन्तदातवः विभागः अस्ति सामान्यदातवः येषां दातुनां दात्वादेशः सम्प्रसारणि दातवः अनिदित् दातवः सामान्यदातवविषये कोऽपि कार्यं न प्रवर्तनं न भवति चेत् किञ्चित् किञ्चित् च इति सूत्रेण गुणनिषेधः वृद्धिनिषेधः यक् प्रत्ययः वयं जानीमः कित् अस्ति, अतः पुगन्तलघुपदस्य च इदानीं आर्धधातुकप्रत्यये परे उपदा लघु उपदाय इकः गुण न भवति तत्र, अतः अङ्गकार्यं नास्ति, केवलं धातु प्रत्ययमेलनमेव. तदनन्तरं तिङ्प्रत्ययः पत्युगः यक् पच्य इति धातु पच्ययोः ते पावकर्मणोः सूत्रेण आत्मनेपद तिङ्प्रत्ययः पच्यते. निन्दपि यक् निन्द्य निन्द्यते लिक् अत्र लिक् योगः लक् लिख्य लिख्यते. मुद् योगः यक् मुद् मुद्यते मुद्यते अत्र दत्तमस्ति अकारः अद् उपद इक् उपद उद् उदुपद दातु गुणकार्य गुणनिषेधं प्रदर्श्यते. अग्रे अत उपदायाः इत्यस्मात् अत उपदायाः सप्तम अध्याये द्वितीयपादे षष्ठ एक षोडशाधिक एकशतं षोडशाधिक एकशतं सूत्रम् इति सूत्रम् अचोन्निति च निति निति प्रत्ययपरे एव अतः यकि परे अनयोः प्रसक्तिः नास्ति एव. अतोपदायः इति सूत्रम् अचोनिति च अत्र नि अचः निणति च निति निति प्रत्ययपरे अतः यकि परे अनयोः प्रसक्तिः नास्ति नावगतं प्रयोगणे. तत्र उपादायः अचूनिति वयं चुरादिगतपाठे प्रेरणार्थे निश्चित्य दृष्टवन्तः किल. तत्र तस्य प्रसक्तिः अस्मिन् पाठे यदा यक् इति प्रत्ययः विधीयते पट्योगः यक् अथवा निन्द्योगः यक् इति अस्ति, तत्र अत उपादायः अचोनिति इत्यस्य प्रसक्तिः नास्ति. किमर्थं नास्ति इत्युक्ते अचोनिति अत उपादायः इत्यस्य प्रसक्तिः नित् नित् प्रत्यये परे एव. यक् इति तु नित् अपि नास्ति नित् अपि नास्ति यक् इति प्रत्ययः, अतः तस्य प्रसक्तिः नास्ति. अतः वृद्धिः वा वृद्धिः अङ्गस्य उपादायः अतः वृद्धिः अपि न भवति, अतः अङ्गस्य वृद्धिः अपि न भवति. अवगतं धन्यवादः. अत उपादायाः उपादायायाम् अतः वृद्धि नित्यनित्य प्रत्ययपरे अनुभूतिसहितसूत्रम् अङ्गस्य उपादायाः अतः वृद्धि निनिति एव तत्र दत्तम्. अत उपादायां केवलं नित्य नित्य प्रत्ययपरे एव उपदा अत उपदा गुणः भवति, अन्यत् अस्ति चेत् न भवति. अचोनिति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति नित्यनित्य प्रत्ययपरे अनुभूतिसहितसूत्रम् अचः अङ्गस्य वृद्धिर्णिति तदेव भवति उक्तवती. अत्र अचोनिति सूत्रं केवलम् अजन्त अङ्गस्य अन्तवर्णस्य वृद्धिः भवति, निमित्तमस्ति नीति नीति प्रत्ययपरे एव न तु यक् प्रत्यय. अतः तस्य प्रसक्तिः नास्ति. केवलं तत्र प्रथमं सामान्यदातवः अस्ति चेत् गुणनिषेधः भवति, अनन्तरं यक् विधानम् अनन्तरं वर्णमेव पठ्यते लिख्यते तावदेव. धन्यवादः. अन्यत्किमपि कार्यं उषा भगिनी येषां धातूनां दात्वादेशः, येषां धातूनां दात्वादेशः अस् धातुः अस्तेर् भूः इत्यनेन अस् धातोः भू आदेशः भवति आर्धधातुकविवक्षायाम्। अस् योगः यक् अस्तेर्भूः इत्यनेन अस् धातोः भू आदेशः आर्धधातुकप्रत्यये परे। भू योगः यक् सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः किङिति च इत्यनेन गुणनिषेधः भवति। भूय इति भूय योगः ते इति भूयते इति रूपं भवति। अस्ते भूः इत्यनेन अस् धातोः कृते आर्धधातुक प्रत्यये परः अस्ति चेत् अस् धातोः भू आदेशः भवति। यक् इति सार्वधातुकप्रत्ययः नास्ति, तिङ् नास्ति, षित् नास्ति। अस् योगः यक् इति आर्धधातुकप्रत्ययः अस् धातोः परः अस्ति। अस्ते भूः इत्यनेन अस् धातोः भू आदेशः भवति। यक् इति प्रत्यये परः अस्ति, भूयोगः यक् इति भवति। भूयोगः यक् योगः चे भावकर्मणोः इत्यनेन आत्मनेपति प्रत्ययः आयाति। भूयोगः यक् योगः चे इत्यनेन सार्वधातुक आर्धधातुकयोः इत्यनेन भूयोगः इत्यनेन गुणः भवति। किमिति च यक् धातोः भू सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः, ओके दीर्घ। किङिति च इत्यनेन गुणनिषेधः, दट्स् वाट् ऐ थाट्। गुणः भवितुम् अर्हति बट् किङिति च इत्यनेन गुणनिषेधः। यक् इति कित् प्रत्ययः, भूय भूय योगः ते भूयते, ओके। अस्ते भूः अस् धातोः भू आदेशः भवति आर्धधातुकविवक्षायाम्। अनेकाल्चित् सर्वस्य, अनेकाल्चित् सर्वस्य इत्यनेन सर्वादेशः। क्ष्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे अस् धातोः क्ष्तिप् प्रत्यये परे अस्ति इति धातुः। अस्थेर् ओ अस्थेर् इति अस्ति, अस्थेर् इत्यस्य विवरणम्। इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इत्यनेन धातोः कृते ष्टिप् प्रत्ययः भवति चेत् अस् धातुः अस्थेः इति भवति। षष्टिविभक्तौ अस्ति इति भवति, षष्टिविभक्तौ अस्थेः। आर्धधातुके इत्यस्य विषयसप्तमी, अस्तेः षष्ट्यन्तं भूः प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके। अस्ते भूः इति सूत्रस्य कृते अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके। आर्धधातुकप्रत्यये परः अस्ति चेत् अस् धातोः कृते भू आदेशः भवति। अस्तेः इति इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन अस् अस् धातुः कृते अस्ति इति अस्ति इति पदेन धातु सूचयति भवति। अस्ति इति इत्यस्य स्थाने भू आदेशः भवति इत्यनेन षष्टिविभक्तौ भवति, अस्तेः इति भवति। अस्तेः भूः आर्धधातुके साक्षात् वयं निषेधं कदापि न कर्तुं शक्यते, अतः एव अनुमोदयेन तत्र सर्वत्र दापनीयं। प्रथमं गुणः भवति, गुणे प्राप्ते इति च इत्यनेन निषेधः डैरेक्ट्लि निषेधः कदापि न कर्तुं शक्यते। कस्य निषेधः वयं कुर्मः किल, तत्र प्रश्नः भवति। आम् अतः गुणः प्राप्ते निषेधः इत्येव अस्तेर्भूः इति सर्वादेशः भवति। अनेकाचित् सर्वस्य भगिनी धन्यवादः भगिनी। महोदयः प्राप्तवान् वा महोदय अनन्तरं पठति वा न भगिनि प्रायः इदानीमपि अहं अद्य विजया भगिनी चक्षिं पठति वा महोदय चक्षिं चक्षिङ्गः ज्ञान् ऋषि अध्याये चतुर्थपादे चतुर्पञ्चाशत्तमश्लोकः चक्षिङ्गः ज्ञान् इत्यनेन चक्षिङ्ग् धातोः आर्धदातकप्रत्यये परे ज्ञान् आदेशः भवति चक्षिङ्ग् धातोः आर्धदातक आदेशं करोति किन्तु अत्र भाष्यकारः वदति यत् ऋषादिरयमादेशः ऋषादिरयमादेशः ऋषादिः अयम् आदेशः इत्युक्तौ आदेशः क्या न अपि तु श तदा चत्वादेशेन श भवति अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति क्याञ्जः सस्य यो वा वक्तव्यः तत्र किञ्चित् दोषाः सन्ति खलु महोदय अनेन क्याञ्ज् इति आदेशस्य शकारस्य विकल्पेन यकार आदेशः भवति शकारस्य स्थाने यकारः आदेशः भवति विकल्पेन फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्ग् धातोः स्थाने क्याञ्ज् क्याञ्ज् क्याञ्ज् न तु यकारस्य स्थाने शकारः भूत्वा क्षाञ्ज् इति द्वौ आदेशौ सिद्धौ एकवारं क्याञ्ज् अपरस्मिन् पक्षे क्षाञ्ज् इति भवति अत्र चक्षिङ्गः क्याञ्ज् इत्यनेन चक्षिङ्ग् धातुः आर्धदातकप्रत्ययः परे चक्षिङ्ग् धातुः अस्ति अत्र आर्धदातकप्रत्ययं परे अस्ति चेत् तत्र क्याञ्ज् आदेशः भवति परन्तु भाष्यकारः वदति यत् चिषादिः अयम् आदेशः इत्युक्तौ अत्र क्या एव अपि तु क्षा एव अत्र चर्त्व आदेशेन तत्र द्वितीयककारस्य स्थाने प्रथमककारः भूत्वा क्षा इति भवति अनन्तरं पूर्वत्र सिद्धम् इत्यनेन इति अधिकारेण वार्तिकं भवति क्या क्षाञ्जः सस्य यो वा वक्तव्यः वार्तिकमपि अत्र पूर्वत्र अत्र अस्मिन् अधिकारे उक्तमस्ति अत्र न इत्येव तत्र विषयः चक्षिङ्ग् क्याञ्ज् इति द्वितीय अध्यायस्य चतुर्थपादस्य सूत्रम् इत्युक्ते सपादसप्ताध्यायाम् अस्ति तस्मिन् विषये अत्र न उक्तं तत्र तु धात्वादेशः पूर्णतया चक्षिङ्ग् धातोः इत्यत्र स्थाने क्याञ्ज् यदा वयम् अस्तेर्भुः दृष्टवन्तः तादृशमेव अत्रापि चक्षिङ्ग् धातोः स्थाने क्याञ्ज् क्याञ्ज् इति आदेशः भवति पूर्ण सर्वादेशः परन्तु तत्र एकं वार्तिकमपि अस्ति तद् तु त्रिपाद्याम् अस्ति अस्मिन् तत्र किम् उक्तम् इत्युक्ते क्ष्यांशस्य यो वक्तव्यः यो वा वक्तव्यः वा वयं तु जानीमः विकल्पेन इति अतः तत्र यकारादेशः अपि भवति क्ष्याङ् इति यत् आदेशस्य षकारस्य विकल्पेन यकारादेशः भवति अतः तत्र रूपद्वयम् आदेशद्वयं क्याङ् श्याङ् श्याङ् किमपि वक्तव्यम् तत्र कथमेव उच्चारणीयम् इति न अतः तत्र रूपद्वयं भवति इत्येव ख्यायते ख्यायते इति रूपं कथम् आगच्छति इत्युक्ते चक्षिङ्क्याञ् इति सूत्रेण एकं वार्तिकेन एकम्, अतः पक्षे अपक्षे शकारः अपि यकारस्य स्थाने शकारः, क्षम्यतां शकारस्य स्थाने यकारः विकल्पेन आदेशः इत्येव तत्र रूपं ख्यायते क्ष्यायते यदा अस्ते भुः तत्रापि सर्वादेशः तावदेव तत्र. स्पष्टमस्ति किल? अस्तु अस्तु, धन्यवादः भगिनि. अधुना भगिनि अग्रिमधातुः अज् धातु. अस्ति वा अरुणा भगिनि? म्यूटेड् अस्ति भगिनि अरुणा. अस्तु उषा भगिनी पठति वा? आं भगिनि. अज् एकनिमिषं भगिनि. अज् धातुः अजेर् व्यज्ञोपाज्ञोपोः अजेर् व्यज्ञपोः अजेर्व्यगण्यपोः इत्यनेन अज् धातोः वि आदेशः भवति. आर्धधातुकविवक्षायां घञ् अप् प्रत्ययौ वर्जयित्वा अजेर्व्य घञ् गण्यपोः ओके इत्यनेन अज् धातोः वि आदेशः भवति. आर्धधातुकविवक्षायां घञ् अप् प्रत्ययौ वर्जयित्वा नेवर् न्यू दिस् प्रत्यय काल्ड् अप् ओके. अज् योगः यक् अजेर् व्य गण्यपोः इत्यनेन अज् धातोः इत्यस्य स्थाने वि आदेशः भवति. वि योगः य योगः ते इति स्थिते वीयते इति रूपं सिद्ध्यति भावकर्मणोः इत्यनेन आत्मनेपथित्वं ते इति भवति. अजेर् व्यघ्ञपोः अज् धातोः वी आदेशः भवति. आर्धधातुकविवक्षायां घञ् अप् प्रत्ययौ वर्जयित्वा अनेकाचित् सर्वस्य इत्यनेन सर्वादेशः इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन 33108 वार्तिकम् ओके. धातुनिर्देशे अज् धातोः इक् प्रत्यये परे अजि इति धातुः षष्टिविभक्तौ अजेः घञ् च अप् च तयोः इतरेतरद्वन्द्वः गण्यपौ ज्ञपौ न गण्यपौ अगण्यपौ तयोः अग अघ्ञपोः अजेः षष्ट्यन्तं वि वि अविभक्तिं वि अविभक्तिम् अविभक्तिं वि अविभक्तिम् अगण्यपोः सप्तमीयन्तं त्रिपदमितं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजेः वि आर्धधातुके अगण्यपोः ओके. अज् धातोः कृते वि इति आदेशः भवति. आर्धधातुकप्रत्ययः परः अस्ति चेत् अत्र यक् इति आर्धधातुकप्रत्ययः, परन्तु घञ् अपि तु अप् प्रत्ययौ वर्जयित्वा कस्यचित् आर्धधातुक प्रत्ययः अस्ति चेत् अज् धातोः कृते वि आदेशः भवति. अनेकाश्चित् सर्वस्य इत्यनेन सर्वादेशः आदेशः कृते अपि सर्वादेशः निङ्गा अनेकाश्चित् सर्वस्य इत्यनेन अनेक अल् अस्ति आदेशस्य कृते. सो अनेकाश्चित् सर्वस्य इत्यनेन पूर्णधातोः स्थाने वि आदेशः भवति. इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन अजेर् अजेर् इति अज् धातोः सूचयति. अज् योगः इक् प्रत्यये परः अस्ति. अजि इति धातुः अजि इति धातुः तस्य षष्ट्यन्तं रूपम् अजेः इति अजेः इति सूत्रे उक्तम् अजेः इति अज् धातुः सूचयति. घञ्च अप् च ओके तयोः इतरेतद्वन्द्वः अगज्ञपोः बिकास् वि डोण्ट् वाण्ट् इट् आर्तधातुक घञ् अप् प्रत्ययं वर्जयित्वा देन् अजेः षष्ट्यन्तं वि अविभक्तिं ओके ओ ऐ सि ओके अविभक्ति ओके धातोः स्थाने सो दिस् इस् बिकमिङ्ग् अ धातु ओके. अनुवृद्धिसहितसूत्रम् अजेः वि आर्धधातुके अघञपोः. तत्र भवत्याः प्रश्नः आसीत् अप् इति धातु अप् इति प्रत्ययः इति कै इति भावे तत्र किमर्थं तत्र ते तद् वर्जयित्वा कै अप् इत्युक्ते संयोगः अज् अज योगः कै अज् इत्येव अस्माकं धातु तत्र यदा सम् इति उपसर्गं योजयामः तत्र समाजः इति रूपम् आगच्छति कै. तादृशमेव तत्र उदाजः इति अपि रूपं सो अतः तद् ड्रैविङ्ग् औट् इति अर्थः सो उदाजः अतः एव तद् अप् इति अप् इत्यत्र समाजः मल्टिट्यूड् आर् थर्ड् आफ् अनिमल्स् उदाजः ड्रैविङ्ग् औट् आफ् क्याटल् यदा कै योजयामः समाजः उदाजः अप् योजयामः समाजः उदाजः इति रूपम् आगच्छति. अतः तत्र अज् एव स्थातव्यं किल तदेव तत्र रूपपरिवर्तनं भवति चेत् तत्र भिन्नार्थः भवति. समाजः ऐ केन् सि भगिनि बट् या ञकारः सो वृद्धि भवति. अप् प्रत्ययः परः उदजः समजः उदजः समजः इत्येव तत्र रूपं तत्र दे डोण्ट् वाण्ट् टु चेञ्ज् सो यदा घञ् इति तद् आम् अस्तु तत्र अघञ् इति अघञ् अगाप् इति अस्ति चेत् अनाप् तत्र तद् वर्जयित्वा एव भवति किल अथवा तत्रापि वि इति आदेशः भवति स्म अतः एव तद् निवारयितुं तत्र सूत्रे अघञ् अनप् इति उक्तं रूपः दीयते इति गत्यर्थकदातु तदेव इदानीं दृष्टवती गत्यर्थकदातु गत्यक गत्यर्थकधातु न तकारत थ प्रत्ययन कृत कर्तरी भक्तुमर्हति. प्रवायकः ड्रैवर् प्रवायणीयः इति रूपाणि आगच्छति प्र उपसर्ग पूर्वक अच् धातुः तत्र बि इति आदेशः भूत्वा प्रवायकः प्रवायणीयः प्रवायकः प्रवायणीयकः तदेव तदेव अतः यज् अज् इत्यत्र वि इति आदेशः तदपि धात्वादेशः एव इतोपि एकः अस्ति पश्यामः. धन्यवादः भगिनी. अधुना भगिनी पुनः आगतवती जनसनखन इति दातवः ये विभाषा षष्ठम् अध्याये चतुर्थपाद त्रिचतुर्विंशतितमं सूत्रम् इत्यनेन जनसनखन येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादिकितिमिति प्रत्यये परे कृत्वा विकल्पेन ओके अत्र ये विभाषा इति सूत्रमस्ति सूत्रं वदति जन्नसन्नखन् धातु तेषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति यकारादि कितिनिति प्रत्यये परे आत्वपक्षे रूपं कृतं भवति इति यकदा सूचयति जन्योगः यक् ये विभाषा इति सूत्रेण नकारस्य स्थाने आकार आगच्छति जा योगः या जाय तदनन्तरं जाय युवते भवकर्मणोः तत् आत्मनेपद प्रत्यय लट् लकारे जायते इति रूपं विकल्पेन आत्वापक्षे जन् योगः यक् जन् योगः या जन्य जन्य युवते जन्यते इति रूपम् आगच्छति ततः रूपद्वयमस्ति अत्वपक्षे जायते नकारलोपः भवति आत्वापक्षे जान्यते नकारलोपः न भवति जन्यते इति एव अवशिष्यते लोपः न आदेशः आदेशः न एवमेव सन् अपि सन् योगायक् ये विभाषा इति सूत्रेण नकारलोपः भूत्वा सा योगय नो नकारस्थाने आकारः आगच्छति सा योगय सायते यकार आकार आदेशः नास्ति चेत् सा सन्यते इति रूपं खन् अपि खायते खन्यते इति मन्यरूपम् ये विभाषासूत्रं वदति जनसनखन येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति यकारादि कितिलिति प्रत्यये परे अलोन्त्यस्य इत्यनेन अन्त आदेशः ए इति सप्तम्यन्तं विभाषा प्रथमान्तं द्विपदमिदं सूत्रं जनसनखनां संज्ञलोः इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्तिः विद्वनोरनुनासिकस्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः अनुदात्तो उपदेश वनतितनोत्यादीनाम् अनुनासिकलोपो झलि किनिति इत्यस्मात् किनिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनसनखनानाम् अङ्गस्य आत् ये किनिति विभाषा अत्र अनुवृत्तिसहितमस्ति जनसनखनधातु अस्ति चेत् अङ्गस्य नकारस्थाने आकारः यत् प्रत्ययः कितिनिति प्रत्यये परे विकल्पेन रूपद्वयं भवति धातुः विषये वयं पूर्वमपि दृष्टवन्तः तद् जनसनखनां सज्जलोः इति अनुनासिकः इति एकः पाठः आसीत् अनुनासिकान्तदातवः इति तस्मिन् पाठे वयं दृष्टवन्तः तदेव धातुः पुनः तदेव ग्रूप् गणः जनसनखन इति धातुत्रयं त्रयाणां गणः तद् तद् तदेव स्वीकृत्य अत्र आत्वम् इति आदेशः तत्तु विकल्पेन भवति धन्यवादः भगिनि धन्यवादः गृहं पश्यामः विजया भगिनी तं दातु तनोतेर्यकि एतत् अष्टमाध्याये षष्टमाध्याये चतुर्थपादे चत्वारिंशत् इत्यनेन तन् धातोः विकल्पेन आकारादेशः भवति यक् प्रत्यये परे अस्ति चेत् उदाहरणरूपेण आत्मपक्षे तन् योगः यक् इदानीं अत्र एतत् ये विभाषा इति सूत्रेण इदानीं तनोतेर् यचि इत्यनेन तन्धातोः एव विकल्पेन आत्वं भवति इति यक् प्रति परे अस्ति चेत् अत्र तन्स्थाने ता इति भवति यकारः ककारस्य लो अनुबन्धलोपानन्तरं यकार एव तिष्ठति ताय इति भवति ताय योगः ते तायते इति भवति आत्वम् अपेक् अपक्षे तन् योगः यक् तत्र तन् एव तिष्ठति तन् योगः यक य तन्य इति भवति ते योजनेन तन्यते इति भवति तनोतेर्यकि तन् धातोः विकल्पेन आकारादेशः भवति यक् प्रति परे अस्ति चेत् अलुन्तस्य इत्यनेन अन्त्य आदेशः आम् तनोतेः षष्ट्यन्तं यकि सप्तम्यन्तं द्विपदमिदं सूत्रं विङ्वनोरणुनासिकस्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः ए विभाषा इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तनोतेः आत् यकि विभाषा इति तत्र किमपि नूतनविषयं नास्ति तनोतेः विकल्पेन आकार आदेशः यदा विकल्पेन आकारादेशः भवति यकि प्रत्यये परे तत्रापि आत्मेव विधीयते तदपि विकल्पेन समीचीनम् अतः अनेन धातु आदेशः इति भागः समाप्तः अग्रिममस्ति सम्प्रसारणी दातवः सम्प्रसारिणधातवः सम्प्रसारिणधातवः यक् प्रत्ययः कित् अतः वचि स्वपि यजादीनां किति ग्रहि ज्या वयि व्यधि वष्टि द्विचति वृश्चति पृच्छति बृजतीनाम् इति च इति सूत्राभ्यां सम्प्रसारणं भवति वचि स्वपि यजादीनां किति देन् ओके वचि स्वपि यजादीनां किति वच् स्वप् यज् वप् वख् वस् वद् वेञ् वेङ् श्वी व्येञ्ज् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे यज् यज् आदिः येषां ते यजादयः वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतरद्वन्द्वः वचि स्वपि यजादयः तेषां वचि स्वपि यजादीनां वचि स्वपि यजादीनां षष्ट्यन्तं किति सप्तमीयन्तं द्विपदमिदं सूत्रं ह्यङ्गः सम्प्रसारणं ह्यङ्गः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं वचि स्वपि यजादीनां सम्प्रसारणं किति वचि स्वपि यज् यजादयः धातुः कृते कित् प्रत्ययः परः अस्ति चेत् अत्र यक् इति कित् प्रत्ययः अत्र विषयः कित् प्रत्ययः यक् वचि स्वपि यजादीनां धातोः कृते सम्प्रसारणं भवति इति वचि स्वपि यजादीनां किति इति सूत्रं वदति वच् स्वप् यज् आदिधातु यजादि यजादिगणः यज् यज् नवमधातु यज् वप् वह् वस् वद् वेङ् वेङ् श्वि वेङ् ओके नवधातुः सन्ति अनन्तरं वच् स्वप् लेवन् एकादशधातोः कृते सम्प्रसारणं किति प्रत्ययः परः अस्ति चेत् ग्रहि ज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनां ङिति च ग्रह् ज्या वय् व्यद् वश् व्यच् व्यच् देर् आल्सो नो नो ओके नो व्यच् व्रश्च पृच् भ्रश्च येषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे इतरेतरद्वन्द्वः षष्टिविभक्तौ गृही ज्या वयि व्यदि वष्टि विचति विष्टति पृच्छति बृजतीनां षष्ट्यन्तं ङिति सप्तमीयन्तं च अव्ययं त्रिपदमिदं सूत्रं वचि स्वपि यजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः भवति ष्यङ्गः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं गृही ज्या वयि व्यदि वष्टि विचति वृच्छति पृच्छति बृजतीनां ङिति किति च सम्प्रसारणं गृहीज्या वयि व्यदि वष्टि विचति वृच्छति पृच्छति बृजतीनां ङिति च इति सूत्रं साक्षात् वचि स्वपि अजादीनां किति इति सूत्रस्य अनन्तरम् अस्ति ततः किति इत्यपि अनुवृत्तिः भवति वचि स्वपि अजादीनां किति इत्यनेन गृहीज्या वयि व्यति वष्टि विचति विष्टति पृच्छति बृजति इति धातोः कृते किति अथवा ङिति प्रत्ययः परः अस्ति चेत् सम्प्रसारणं भवति इति सूत्रं वदति इग् यणः सम्प्रसारणं यणः स्थाने यः इक् प्रत्याहारः स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति इक् प्रथमान्तं यणः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणं यणः इग्यणः सम्प्रसारणम् इति सम्प्रसारणसूत्रस्य विवरणं वदति यणः स्थाने इक् प्रत्याहारः आदिष्टः भवति इति सूत्रं वदति इति यणः स्थाने इक् आदेशः सम्प्रसारणसंज्ञा भवति इक् इति प्रथमान्तं यणः षष्ट्यन्तं सो यणः स्थाने इक् आदेशः भवति सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं अत्र सूत्रम् इति संज्ञासूत्रम् अस्ति इग् इग्यणः सम्प्रसारणं अग्रिमं केवलं प्रथमवाक्यम् अनुसरति सम्प्रसारणाच्च सम्प्रसारणसंज्ञकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः भवति सम्प्रसारणसंज्ञकवर्णात् अपि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति इति संहितायां सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वः संहितायां यक् वर्णस्य स्थाने इक् आदेशस्य अनन्तरं अच् वर्णः अस्ति चेत् अचि पूर्वपरयोः एकः एव संहिताया पूर्वपरयोः स्थाने पूर्वरूपमेव भवति इति सम्प्रसारणाच्च इति सूत्रं वदति न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति इति सूत्रं वदति सूत्रं सम्पूर्णं स्वयं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणम् इति चेत् धातोः कृते द्वयोः वर्णयोः अस्ति चेत् द्वयोः वर्णयोः कृते सम्प्रसारणं भवितुम् अर्हति चेत् पूर्वं स्थितस्य सम्प्रसारणं न भवति परः वर्णस्य सम्प्रसारणम् एव भवति इति वदति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं वदति अतः तत्र अभ्यासे त्रयोदशदातवः सन्ति भवती प्रथमचत्वारः करोति वा सम्प्रसारणे संज्ञकः वर्णः कः इति वक्तव्यं ग्रह् योगः यक् इति स्थिते ग्रह् इत्यस्य धातोः कृते वचि स्वपि नाट् वचि स्वपि गृहीज्या वयि व्यदि वष्टि विचति पृच्छति पृच्छति बृजतीनां इति च इत्यनेन सम्प्रसारण भवितुं सम्प्रसारणं भवति रकारः इति यण् वर्णः, यण् वर्णस्य स्थाने इक् आदेशः भवति, यतोहि परः यक् इति प्रत्ययः कित् प्रत्ययः सूत्रस्य विवरणं पूर्णं भवति. ग्रह योगः यक् रकारः इत्यस्य स्थाने रेपः, रेपः रेपः योगः अकारः, रेपः रेपस्य स्थाने ऋकार आदेशः भवति. रेपः योगः अकारः इति स्थिते सम्प्रसारणाच्च इत्यनेन पूर्वपरयोः एकवर्णः पूर्व पूर्वः एव भवति. ऋकार अकारयोः स्थाने ऋ एव भवति. गृह् योगः यक् गृह्यते इति भवति. गृह्यते इति गृह्यते गृह्यते गृह्यते. वृश्च योगः यक् इति स्थिते पूर्वमेव एवमेव रेपस्य स्थाने ऋकार आदेशः भवति. वृ व्र इति वृ रेपस्य स्थाने ऋकारादेशः, ऋ योगः अकारस्य स्थाने ऋ एव तिष्ठति. न वट् इस् दट् सम्प्रसारणाच्च, सम्प्रसारणाच्च इत्यनेन. देन् वृश्च वृश्च योगः यक् वृश्यते वृश्यते. प्रच् एवमेव पृच्छ्यते. ब्रश्च योगः यक् एवमेव ब्रश्च ब्रश्च्यते. ब्रश्च्यते द जकारः कार्यम् अस्ति. जकारस्य स्थाने शकारादेशः. वाट् इस् दट् सूत्र? तट् एय्टु लाङ्ग् सूत्र. व्रश्च ब्रश्च व्रश्च इवन् ब्रश् आल्सो जलीपदान्ते रे. जलीपदान्ते यक् इति जलि नास्ति. यक् इति जलि नास्ति. ब्रश्च then it doesn't brush yoga ka yak should be brush brush no what is the final root of akara ha akara ha asti jakara ha asti ru asti akara ha asti jakara ha सकार जकारयोः संहितायां कः वर्णः भवति? सकार जकारयोः संहितायां स्तोः स्तोः सुनाश्चुः ओके. सकारस्य स्थाने चकार आदेशः भवति. स्तोः चुनाशु शकार शङ्करा शकार ताळभुशकार जकारः अस्ति. शकारजकारयोः ताळव्यशकारः जकारः परे. आमा ताळव्यशकारः जकारः परः अस्ति. कुत्वं भवति इत्यनेनैव भवति खलु सत्त्वं भवति. सर्वदा तादृशमेव किल चत्वारः भवति चेत् अग्रिमम् अस्ति चष्ट्वं पृच्छते एतत् धातुः एव एषः धातुः एव वयं पूर्वमपि बहुवारं साधितवन्तः पृच्छते प्रायः यकारः नासीत् परन्तु तद् वयं पूर्वमपि कृतवन्तः पृच्छ धातुः प्रथमं श्रुत्वा अनन्तरं चष्ट्वमेव सत्यं सर्वदा जत्वम् अनन्तरमेव आगच्छति किल धन्यवादः भगिनि क्षम्यतां भगिनि चिन्ता तत् सत्यमेव रघुपतिमहोदयः तु प्रयाणे अस्ति भगिनि विजया भगिनी भवत्याः करोतु भगिनि व्यर्थियोगः यक् अत्र व्यद् तत्र गृहि ज्या वहि वयि व्यदि वष्टि विचति वृच्छति पृच्छति वृजतीनां निति च इत्यनेन सम्प्रसारणं भवति किति प्रत्यये परे अस्ति चेत् अत्र सम्प्रसारणं भवति चेत् अत्र इकारः भवति व्यद् इति भवति खलु महोदय इदानीं यकारस्य एव इकारः किल विद्यते इत्येव तत्र किम् अस्ति इत्युक्ते वकारः अपि सम्प्रसारणवर्णः यकारः अपि सम्प्रसारणवर्णः अत्र न सम्प्रसारणे सम्प्रसारणम् इति सम्प्रसारणे परे पूर्वं स्थितवर्णस्य सम्प्रसारणं न भवति अतः वकारस्य सम्प्रसारणं न भवति यकारस्य एव भवति यकारस्य स्थाने इकारादेशः वि वित् वित्योगः ययोगे विद्यते इति रूपम् अग्रिमं समानरीत्या करोतु व्यच् तादृशमेव विच्यते इति रूपम् अग्रिमं वच् आं भगिनि यच् यच् धातु यकार यन् वर्णः अस्ति तद्वा यस्थाने इ आगच्छति जी योगः यत् दीर्घः भवति भगिनि जीयते इति किमपि न भवति तावदेव तदनन्तरं जी योगः यत् जीयते भवति भगिनि इच्छ्यते ओ युज्यते एव ओके युज्यते ओके वप् अत्रापि वकार संस्कृतार्थमस्ति वो आदेशः भवति उच्यते वः धातु अत्रापि उच्यते उच्यते उच्यते वद् धातु उच्यते उच्यते सत्यम् उच्यते अग्रिमं सूत्रं पठतु भगिनि शाशीवसि गशीनाञ्च सूत्रं सप्तमध्याये अष्टमध्याये द्वितीयपाद षष्टि सूत्रः शाश् वस् दस् इत्येषां धातूनाम् इन् वर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति तस्य धातुद्वयं त्रयेण धातु अस्ति वास् वस् कस् इत्येषानां प्रत्याहारस्थवर्ण उत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययोः उच्चारणेन षत्वं न सम्भवति तस्मात् च अस्य सूत्रस्य आवश्यकता शाशिश्च वासिश्च कशिश्च तेषाम् इतरेतरद्वन्द्वः शाशिवशिकषयः तेषां शासि वशिकषीणां शासिवशिकषीणां पश्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सहेते शादः सः इत्यस्मात् सः इति अनुवृत्तिः अपदान्तस्य मूर्धन्यः इत्यस्मात् मूर्धन्यः इत्यस्य अनुवृत्तिः तयोर्वाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्तिः इन्कोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शाशिवशिगशीनां च इन्कोः सः मूर्धन्यः संहितायां सूत्रं वदति धातु शाश् वसि गसि धातु अस्ति अत्र इन् वर्ण अस्ति चेत् प्रत्याहारस्य वर्ण अनन्तरं कवर्गीयवर्गमस्ति वा च सकारस्य षत्वादेशः भवति अतः सामान्यतया तत्र आदेशप्रत्ययोः एव वयं जानीमः किल इदानीम् एकं नूतनसूत्रं शासि वसि गसि च इति विशिष्टदातवः त्रयः दातवः सन्ति शास् वस् वस् येषाम् अपि षत्वं भवति अनेन सूत्रेण आदेशप्रत्ययोः इत्यनेन षत्वं न भवति किमर्थम् इत्युक्ते पठतु भगिनि सकार आदेशस्य द्वितीयवाक्ये अस्ति तत्र एव सूत्रे सूत्रे एव द्वितीयवाक्यं पठतु सकारः आदेशस्य प्रत्ययस्य सकार किमर्थम् आदेशप्रत्ययोः न भवति इति लिखितं सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययोः इत्यनेन शब्दं न सम्भवति न आगच्छति अतः एव सूत्रस्य आवश्यकता किमर्थम् एतत् नूतनसूत्रम् इत्युक्ते सकारः आदेशस्य प्रत्ययस्य अवयवः नास्ति अतः एव अनेन सूत्रेण शब्दं भवति इदानीं पठतु भगिनि वस् योगः यत् वचिस्वति यजादीनाम् इति सूत्रेण सम्प्रसारणं भवति. उस् अवकारस्थाने उकार आगच्छति. उस् युगाय उष् अधुना शाशि वशि घशीनां च इति सूत्रेण शकारः स्थाने मूर्धनशकारः आगच्छति. उष्यते उषुरूपम् अनन्तरं तत्र सामान्यतया यदा उष्यते इति जानीमः किल, वस्त्रादोः कर्मणि रूपम् उष्यते तदेव. धन्यवादः भगिनि. उषा भगिनी फलः इति पठति वा? फलः हलः अङ्ग अवयवात् अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घः भवति. यः हल्वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गस्य सम्प्रसारणम् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति. हलः पञ्चमीयन्तम् एकपदमितं सूत्रं येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति इत्यनेन यस्य अङ्गे सम्प्रसारणसंज्ञकवर्णः अस्ति. अचश्च अलोन्तस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः. सम्प्रसारणस्य इत्यस्मात् अनुवृत्तिः. ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हलः सम्प्रसारणस्य अङ्गस्य दीर्घः अङ्ग ओके यस्य अङ्गस्य कृते सम्प्रसारणवर्णः अन्ते अस्ति तस्य अचः दीर्घत्वं भवति. हलः सम्प्रसारणः हलः पञ्चमीयन्तं भगिनी यद् उत्तरं सम्प्रसारणम् अङ्ग अवयवात् हलः सो अङ्गस्य अवयवः हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घः भवति. ओके यस्य अङ्गस्य कृते हलः सम्प्रसारणं हलः अस्ति अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घः भवति. यः हल्वर्णः अङ्गस्य अवयवः तस्मात् परे हलः इति सूत्रं वदति. यः हलः वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्ग अन्तं सम्प्रसारणं भवति सम्प्रसारणवर्णम् अस्ति तस्य दीर्घत्वं भवति. ओके आं भगिनि हल्वर्णः अङ्गस्य अवयवः तस्मात् परः स्थितम् अङ्ग सम्प्रसारणवर्णः अस्ति चेत् तस्य दीर्घः भवति इति सूत्रं वदति. 641 ओके सो ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन दीर्घः अनुवृत्तिः भवति. सो ओके 641 अटु 63111 ओके आम् हलः 642 अण्ड् देन् ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः 63111 आं भगिनि अकृत् सार्वधातुकयो दीर्घः अजन्त अङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः क् अकृत्संज्ञकः अथवा सार्वधातुकं चेत् न भवति. अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः. तत् सूत्रं वयं पठितवन्तः. अकृत् सार्वधातुकयो दीर्घः अजन्त अङ्गस्य दीर्घादेशः भवति यकारातिप्रत्यये परे. यकारातिप्रत्यये पर यक् इति सार्वधातुकप्रत्ययः नास्ति, कृत् नास्ति इति कारणतः अजन्त अङ्गस्य यक् परः अस्ति चेत् दीर्घ आदेशः भवति इति सूत्रं वदति. असार्वधातुकयोः अण्ड् अकृत् ओके अकृत् अण्ड् असार्वधातुक ओके अन्तरङ्गसूत्रम् अलः अन्तरङ्गसूत्रम् अस्ति अतः बलवत् अस्ति. ओके दिस् इस् 641 दिस् इस् 6 दिस् इस् 7425 बट् दट् इट्स् नाट् द थिङ्ग्. अन्तरङ्गसूत्रम् अस्ति अतः बलवत् अस्ति अकृत् सार्वधातुकयो दीर्घः इत्यस्य अपेक्षया. ओ ऐ से ओके अन्तरङ्गसूत्रम् इति वाट् विषये नियम. ओ अन्तरङ्गसूत्रं पूर्वसूत्रमपि परसूत्रमपि परस्य कृते अपि अप्लै इति अप्लैस् चेत् देन् अन्तरङ्गसूत्रम् अपवादः अपवादानाम् उत्तरोत्तरः बलीयः पूर्वस्य कृते द्वयोः सूत्रयोः मध्ये पूर्वं कार्यं एकसूत्रं कार्यं करोति अनन्तरमपि सेकेण्ड् सूत्रं कार्यं करोति चेत् ओ दट् इस् नित्यसूत्रम्. ओ पूर्वपर नित्य अन्तरङ्ग अन्तरङ्ग इति ओ निमित्तं निमित्तं निमित्तम् इति निमित्तम् इति ओके ओके सो हलः इति अन्तरङ्गसूत्रम् अस्ति अतः अकृत् असार्वधातुकयोः इत्यनेन अपेक्षया बलवत् ओके. अतः तत्र प्रथमस्य प्रक्रिया ज्या योगः यक् इति स्थिते जि इति सम्प्रसारणं भवति. जि योगः आयोगः यक् ओके ज्या इत्यस्य कृते यकारस्य स्थाने इकार आदेशः भवति जि इति भवति आ इति अस्ति. जि योगः आयोगः यक् इति स्थिते जि आ इति वरुदत्सूत्र सम्प्रसारणाच्च इत्यनेन पूर्वपरयोः स्थाने पूर्ववर्णः एव पूर्वमेव तिष्ठति. जि एव तिष्ठति. जि योगः यक् इति भवति. जि योगः यक् इति स्थिते हलः इत्यस्मात् ओके हलः इत्यस्मात् हल् हलः अङ्ग अङ्ग अवयवात् हलः नो यः हल् वर्णः अङ्गस्य अवयवः यक् इत्यस्य कृते जि इति अङ्गं जकार इकारः जकार इकारः स्थाने हल् वर्णः अङ्गस्य अवयवः. आं भगिनि तस्मात् तस्मात् परे स्थितम् अङ्गान्तसम्प्रसारणं भवति. आम् यकारस्य स्थाने सो जकार इकारस्य स्थाने दीर्घ आदेशः भवति. ओके अलः इत्यस्मात् जि इति जि इति भवति. सो जि योगः यक् अकृत् असार्वधातुकयो दीर्घः इत्यस्मात् सो बिट्वीन् द टू अकृत् असार्वधातुकयो दीर्घः डसन्ट् अप्लै भगिनि कार्यं करोति जी इति अदन्त अङ्गम् अस्ति बट् भगिनि अति हलः इत्यस्मात् ऐ थाट् हलः सम्प्रसारणस्य अङ्गस्य दीर्घः सो ऐ थाट् हलः इत्यस्य सूत्रस्य कार्यमेव भवति योगः यक् स्टिल् या अजन्त अङ्गम् अस्ति जी योगः यक् जीयते इट्स् द सेम् रूपं भगिनि प्रथमं तस्य प्रश्नः कः इत्युक्ते फलः अकृत्सार्वधातुकयोः दीर्घः इत्यस्य फलाफलचिन्तनं योगः यक् इत्यत्र अस्ति तस्य प्रसक्तिः अस्ति अकृत्सार्वधातुकयोः दीर्घः इत्यस्य परन्तु फलः इति अन्तरङ्गसूत्रम् इति कारणेन तस्य फलमधिकं तस्य कार्यं प्रथमं भवति अनन्तरं यदा जी योगः यक् अस्ति चेत् तत्रापि अकृत्सार्वधातुकयोः दीर्घः इत्यस्य प्रसक्तिः अस्ति तदेव वयं पूर्वमपि उक्तवन्तः किल तस्मिन् समये अपि तस्य पूर्वमपि अस्ति परः अपि अस्ति चेत् कीदृशसूत्रम् अकृत्सार्वधातुकयोः दीर्घः नित्यसूत्रं परन्तु नित्यत्वादपि अन्तरङ्गं बलीय बलवत् अतः तदेव तस्य कार्यमेव भगिनि अत्र अत्र पूर्वं वयं पठितवन्तः यज् धातु अत्रापि यकारस्थाने इकारम् आगच्छति सम्प्रसारणेन अत्र किमत्र जि अस्ति यक् अस्ति किमर्थं हलिच न कार्यं करोति हलः इति कार्यं करोति हलिच इस् रुवोर् रकारवकारान्तदातु भगिनि हलः हलः सूत्रेण किमर्थं दीर्घ न भवति अत्र तत्र अङ्ग अवयवे प्रथमं हल् भवेत् इदानीं तत्र जि इति धातुः क्षम्यतां ज्या इति धातुः अस्ति किल इदानीं जकारः अस्ति इकारः अस्तु तत्र जकारः इति हल् वर्णः तस्मात् परः किं सम्प्रसारणवर्णः अस्ति इकारः अतः हलः इत्यस्य कार्यं यदा तत्र किम् उक्तवती यज् इति किल यज् इत्यत्र इकारस्य स्थाने क्षम्यतां यकारस्य स्थाने इकारः भवति परः अस्ति हलः परः यदा जै इति अस्ति प्रायः तस्य कार्यं भवति अङ्ग अन्तं सम्प्रसारणं नास्ति तत्र हलः कार्यं न करोति अवशिष्टं भवन्तः किञ्चित् गृहपाठरूपेण प्रयत्नं करोतु चत्वारः दातवः एव सन्ति अनिदितः दातवः तस्मात् पाठः तदेव अवशिष्टः अस्मिन् पाठे अग्रिमपाठे अवशिष्टलकाराः तत्र कथं भवति इति पश्यामः चुरादिगणः अपि अस्ति तदपि अग्रिमपाठे प्रायः आगच्छति अस्तु तदपि पश्यामः अद्य वदतु महोदय दीर्घः इति अजन्त इति भवति एकारादिपत्ये किं महोदय अकृतार्धकयोः दीर्घः इति अस्ति खलु अजन्त धातूनाम् इति अस्ति खलु एकमस्ति तत्र तर्हि अत्र अनन्तरम् एकं सूत्रमस्ति अनन्तरं धातूनां तत्र जि इति जीयते भवति खलु जि इति धातुः अस्ति जीयते इति भवति तद् इदानीमेव एकं सूत्रं दृष्टवन्तः किल जीयते इति अस्य आम् अनन्तरं जीयते इति धातुः इदानीं ध्वनिः सम्यक् न श्रूयते महोदय इदानीं श्रूयते वा हा श्रूयते किं कः दातुः भवान् उक्तवान् जीयते जीति अस्ति तस्य कर्मणि रूपम् अस्ति जीयते इति खलु जी धातोः अकृ सार्वकजीवैचन्यं भवति तर्हि तत्र कृ धातोः क्रियते इति भवति खलु क्रियते इति भवति तत्र रिङ्ग् आदेशः भवति इति अस्ति वयं जानीमः सत्यं सत्यं सत्यं सा रिङ्ग् इति रिङ्ग् आदेशः भवति कृ इति धातोः क्रि इति भवति खलु सत्यं तत्र क्रि इति भवति चेत् क्रियोग य इति इदानीं तत्र इकारान्ताङ्गमस्ति पुनः क्रियते इति भवति वा इति अकृतदीर्घ इति तस्य प्रकारस्य प्रवर्तनं भवति वा इति मम शङ्का आसीत् अकृत् सार्वधातुकयो दीर्घः इत्यस्य प्रसक्तिः यदा वयं क्रि इति स्वीकुर्मः तत्र वा अनन्तरं हा आमां क्रि इति स्वीकुर्मः क्रि इति धातु अस्ति इदानीं रेपवकारान्तानां रेपवकारान्तानां देन् हलिच एव कार्यं करोति रिङ्ग् ऋतः इत्यनेन रेपः अन्ते अस्ति रिङ्ग् रिङ्ग् शङ् लिङ्ग् सु इति खलु रिङ्ग् रिङ्ग् अस्मिन् अस्ति खलु इदानीं क्रि इति धातुः अस्ति तस्य रिङ्ग् आदेशभूत क्रि इति भवति क्रि योग य इति अस्ति इदानीं क्रि इति अस्ति य इति अस्ति अङ्गम् इदानीं क्रि इति अस्ति इति कृत्वा तत्र इकारान्तङ्गं भवति वा इति अहं चिन्तयामि तत्र इकारान्तङ्गं भवति वा तत्र अकृतार्थदीर्घ इत्यस्य सूत्रसङ्ख्या द्रष्टव्या महोदय 7428 रिङ्ग् शयङ् लिङ्ग् शो अकृत् सार्वधातुकया दीर्घः 7425 अस्ति परकार्यमस्ति इति कृत्वा इदानीमपि तस्य इदानीमपि तस्य प्रसक्तिः भवति खलु अहं न भवति किमर्थम् इति द्रष्टव्यं परन्तु न भवति परन्तु किमर्थम् इति नित्यसूत्रम् अस्ति वा इदानीं तत्र कृत् सार्वधातुकदीर्घः नित्यम् इति वयं गतसप्ताहे अपि दृष्टवन्तः किल तत्र यत् तद् किमपि आसीत् इदानीं तत् तस्य तत्र क्रियते इति भवेत् खलु न न तत्र पुनः प्रसक्ति भवति वा इति प्रश्नः पूर्वम् आसीत् वा तस्य प्रसक्तिः पूर्वं नासीत् तस्मिन् समये न पूर्वम् आसीत् खलु अजन्तदातुः अस्ति खलु तद् अजन्तदातूनामेव दीर्घः भवति खलु तद् चिन्तनीयं महोदय 7425 सर्वदा तत्र प्रायः किमपि अस्ति अनेन एव न भवति रूपज्ञाने जानामि न भवति इति परन्तु किमर्थं न भवति इति अहमपि चिन्तितवान् अद्य एव किञ्चित् दृष्टवान् यदा आगतवान् परन्तु तत्र मम भ्रमः अकृत् सार्वधातुकयो इदानीं क्रि इति या इति अस्ति तर्हि तत्र अकृत पुनः तत्र भवति खलु अदिति इति प्रश्नः भवति वा इति किमर्थं न भवति इति प्रायः किमपि तत्र सूत्रसङ्ख्या दृष्ट दृष्ट्या न भवति वा अथवा अन्यत् किमपि अस्ति वा इति द्रष्टव्यम्. पश्यामः. अस्तु, अद्य समापयामः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.